नमस्सर्वेभ्यः. अस्माकं सन्धि वर्गे सर्वेषां स्वागतम्. समासः इति विषयः अनुवर्तते. अत्र किञ्चिदेव पुनस्मरणं कृत्वा अग्रे समासस्य प्रभेदानां विषये अध्ययनं कुर्मः. अत्र समासः इति वयं दृष्टवन्तः एव पूर्वं. समासः इत्युक्ते अत्र द्वयोः अथवा बहूनां पदानाम् एकपदीभवनम् एव समासः इति उच्यते. अपि च समासः इत्यस्मिन् विषये सर्वदा किञ्चित् क्लेशः भवति एव, यतोहि अत्र प्रथमतया अर्थम् अवगन्तव्यम्. समासे सर्वदा अर्थस्य प्राधान्यम् अस्ति. अर्थम् आश्रित्य एव समासं कर्तुं शक्नुमः. तर्हि अत्र प्रसङ्गम् अवलम्ब्य अर्थं दृष्ट्वा विग्रहवाक्यं वक्तव्यम्. समासस्य सामान्यनियमाः अपि वयं ज्ञातवन्तः एव पूर्वं. सुबन्तपदानामेव समासः भवति, इङन्तपदानां समासः न भवति इति सामान्यनियमः अस्ति. अपि च सामान्यतया अत्र द्वयोः द्वयोः पदयोः एव समासः भवति. द्वन्द्वसमासे तु बहूनां पदानामपि समासः भवितुमर्हति. अत्र द्वयोः पदयोः समासः इति चेत् अत्र उदाहरणार्थं सीतापतिः, सीतायाः पतिः, पदद्वयं वर्तते, तयोः समासः सीतापतिः इति. द्वन्द्वसमासे तु अत्र बहूनां पदानामपि समासः भवति, यथा अत्र रामः लक्ष्मणः भरतः शत्रुघ्नः, रामलक्ष्मणभरतशत्रुघ्नाः इति अत्र चत्वारि पदानि सन्ति, तस्मिन् सन्दर्भे अपि समासः भवति. अपि च अन्यः विषयः अस्ति समासस्य प्रसङ्गे, परस्पर अन्वयः अस्ति चेदेव समासः. इत्युक्ते पदानां कश्चित् सम्बन्धः भवेत्, सम्बन्धः नास्ति चेत् समासः न भवति इति सामान्यनियमाः वयं ज्ञातवन्तः एव. तदनन्तरम् अत्र समासस्य प्रसङ्गे समस्तपदस्य निर्माणार्थं सोपानानि सन्ति. कथं समस्तपदस्य निर्माणं भवति इति अपि वयं किञ्चित् दृष्टवन्तः. अद्य किञ्चित् इतोपि तस्मिन् विषये चिन्तनं कुर्मः, अपि च किञ्चित् अभ्यासमपि कुर्मः. समासस्य प्रभेदानाम् अध्ययनात् पूर्वं तत्र प्रक्रिया कीदृशी इति पश्यामः. इदानीम् अत्र पदद्वयम् अस्ति, देवस्य आलयः इति पदद्वयम् अस्ति. वयं जानीमः षष्ठीतत्पुरुषसमासः इति जानीमः. तर्हि तस्मिन् सन्दर्भे प्रक्रिया कीदृशी इति चेत्, प्रथमतया तत्र द्वयोः पदयोः प्रातिपदिकं स्वीकर्तव्यम्. तर्हि देवस्य आलयः इति अस्ति चेत् देवस्य इति पदस्य प्रातिपदिकमस्ति देव. आलय इति आलयः इति पदस्य प्रातिपदिकमस्ति आलय. अत्र प्रातिपदिकम् इत्युक्ते मूलरूपं, यथा अत्र धातुः मूलरूपम् अस्ति एवमेव प्रातिपदिकमपि मूलरूपम् अस्ति. तर्हि देवयोगः आलय इति प्रातिपदिकं स्वीकृत्य इदानीम् अत्र द्वितीयसोपाने सन्धिः अस्ति वा इति द्रष्टव्यम्. सन्धिः अस्ति चेत् सन्धिः समासस्य प्रसङ्गे नित्यः, अतः सन्धिः करणीयः एव. अतः देवयोगः आलय अस्मिन् सन्दर्भे सन्धिः अस्ति, सवर्णदीर्घसन्धिः अस्ति, अतः देवालय इति नूतन प्रातिपदिकम्. अस्मिन्नेव सन्दर्भे सन्धेः कार्यानन्तरम् अत्र द्रष्टव्यं किमपि अन्यत् विशिष्टकार्यम् अस्ति वा इति अपि द्रष्टव्यं. यथा वयं तत्पुरुषसमासस्य करपत्रे दृष्टवन्तः, अत्र पूर्वपदं नकारान्तम् अस्ति चेत् नकारस्य लोपः भवति, यथा अत्र राजन् इति पूर्वपदं, पूर्वपदे राजन् इति पदमस्ति, अथवा आत्मन् इति पदमस्ति, तत्र नकारान्तपदमस्ति चेत् नकारस्य लोपः भवति पूर्वपदे इति जानीमः. इत्युक्ते तादृशसन्दर्भः अस्ति चेत् नकारस्य लोपः अपि भवति. अनन्तरम् उत्तरपदे यथा अत्र राजन् इति पदमस्ति, उत्तरपदे राजन् इति पदमस्ति चेत् तत्र राजन् ह्रस्वकारान्तः भवति, राजः इति तादृशरूपं भवति. इत्युक्ते तादृशकार्यमपि कर्तव्यम् अत्र द्वितीयसोपाने सन्धिः कार्यानन्तरं. तदनन्तरम् इदानीम् अत्र अस्माकं पुरतः नूतनप्रातिपदिकम् अस्ति, देवालय इति प्रातिपदिकम् अस्ति. यथा अत्र राम इति प्रातिपदिकम् अस्ति, एवमेव देवालय इति प्रातिपदिकम् अस्ति. तर्हि इदानीम् अत्र समस्तपदस्य लिङ्गं, वचनं, विभक्तिः तेषां निर्णयः कर्तव्यः. तर्हि अत्र सामान्यतया किं कुर्मः इति चेत्, देवालय इति पदम् इति प्रातिपदिकं स्वीकृत्य अत्र विभक्तिं योजयामः. तर्हि इदानीम् अत्र तत्पुरुषसमासे अत्र देवस्य आलयः इति षष्टितत्पुरुषसमासः अस्ति. सामान्यनियमः अस्ति तत्पुरुषसमासे उत्तरपदस्य यद् लिङ्गम् अस्ति तदेव समस्तपदस्य लिङ्गं भवति. तर्हि इदानीमत्र देवस्य आलय देवालय इति नूतनप्रातिपदिकम्, आलय इति शब्दः पुल्लिङ्गे अस्ति, अतः इदानीं देवालय इति शब्दः अपि पुल्लिङ्गे एव भवति. तर्हि देवालय इति प्रातिपदिकात् प्रथमाविभक्तौ देवालयः इति शब्दः निष्पन्नः. देवालय देवालयः इति प्रथमाविभक्तौ एकवचने पुल्लिङ्गे इति. यत्र वाक्यं नास्ति, केवलं समस्तपदं कर्तुम् इच्छामः चेत् देवालयः इति तावदेव भवति. तदनन्तरम् अत्र चतुर्थसोपाने इदानीम् अत्र वाक्यम् अस्माकं विवक्षानुगुणं वाक्यम् अस्ति. वाक्ये अत्र देवालय इति पदस्य विभक्तिः का इति निर्णेतव्या. अत्र देवालय इति पदस्य इदानीम् अत्र एकं वाक्यं वदामि. देवालयः अस्ति इति वाक्ये देवालय इति प्रथमाविभक्तौ अस्ति एकवचने. अनन्तरम् इदानीम् अत्र सः देवालयं गच्छति इति देवालयं गच्छति, देवालय इति एव प्रातिपदिकं, तत्र द्वितीयविभक्तौ देवालयम् इति अस्ति. अथवा सः देवालयेन कार्यं कृतम् इति वाक्यमस्ति चेत् तत्र तृतीयविभक्तिरूपं भवति. इति कृत्वा अत्र समस्तपदस्य प्रातिपदिकं स्वीकृत्य सप्तसु विभक्तिषु रूपाणि भवन्ति इति सर्वं वयं ज्ञातवन्तः. केवलमत्र उदाहरणार्थम् उक्तवती. इदानीमत्र पुनः एकवारम् अभ्यासरूपेण पश्यामः. अत्र गणानाम् ईशः इति उदाहरणमस्ति. अत्र क्रमेण वक्तव्यम् अत्र कथं समस्तपदं भवति इति क्रमेण वक्तव्यम्. अत्र कः वदति? अत्र राजेन्द्रमहोदय वदति वा? गणानाम् ईशः इति समस्तपदमस्ति. कुत्र अस्ति? कस्मिन् पुटे अस्ति? न न, केवलम् उदाहरणं, पुटे नास्ति, केवलं चिन्तनार्थम्. पुनः वदतु कृपया. गणानाम् ईशः इति षष्टितत्पुरुषसमासस्य विग्रहवाक्यमस्ति. गणानाम् ईशः इति इदानीं समस्तपदं क्रमेण कुर्मः चेत् तत्र किं प्रथमसोपानं किं? गणानाम् ईशः अत्र गणानां पूर्वपदम् अस्ति, तस्य प्रातिपदिकं किम् अस्ति तत् चिन्तनीयम्. पुत्रपदमस्ति, तस्य प्रातिपदिकं किम् अस्ति तत् चिन्तनीयम्. अत्र तु गण ईश् पूर्वपदस्य प्रातिपदिकं, तत्र उत्तरपदस्य प्रातिपदिकम् ईश अस्ति. तत् गणानाम् ईश, तत् गण योग ईश, तत्र सन्धि भवति अकारः इकारः, तत् ए भवति, तत् गुणः भूत्वा तत् गणेश भवति. तत्र इदानीं किं कार्यमस्ति? अत्र षकारः अस्ति, तालविषकारः अस्ति, परन्तु अत्र आदेशप्रत्ययसूत्रेण तत्र एकारः मध्ये आगच्छति, तत् षत्वं भवति, तत् मूर्धनिषकारः भवति. गणेश तत्र प्रातिपदिकं निष्पन्नं भवति, तत्र नूतन प्रातिपदिकं. हा, गणेश इति प्रातिपदिकं वस्तुतः तत्र ईशः इत्यस्य आदेशप्रत्ययोः इति सूत्रम् अत्र प्रत्ययस्य अत्र ईशः इति तालव्यसकारः अस्ति, न तु सकारः, अतः वस्तुतः अत्र आदेशप्रत्ययः इत्यस्य कार्यं नास्ति. चिन्ता मास्तु. अत्र गणेश इति प्रातिपदिकम् अस्ति पुल्लिङ्गे एकवचने. गणेशः इति पदमस्ति. समीचीनम्. अत्र निर्माणसोपानानि स्पष्टमस्ति वा? आम् आम् भगिनि. एवमेव सर्वत्र अत्र प्रातिपदिकं स्वीकृत्य सन्धिं कृत्वा अत्र विशिष्टकार्यमस्ति चेत् तदपि कृत्वा तदनन्तरं प्रथमविभक्तौ प्रथमतया समस्तपदं भवति. तदनन्तरम् अस्माकं विवक्षानुगुणं वयं वाक्ये स्थापयामः इति क्रमः अस्ति. अस्तु, अपि च वयं पठितवन्तः गुणकार्यं भवति सत्यं सन्धिकार गणानाम् ईशः गणेशः इति गुणसन्धि सन्धिं कृत्वा गणेशः. अस्तु, तर्हि अत्र अत्र समासस्य समासः चतुर्विधः भवति इति अपि दृष्टवन्तः. तत्पुरुषसमासः, अव्ययीभावसमासः, द्वन्द्वसमासः, बहुव्रीहिसमासः इति सर्वं दृष्टवन्तः. अत्र तत्पुरुषसमासे उत्तरपदस्य प्राधान्यम् अस्ति इति जानीमः. सीतापतिः इति समस्तपदे सीतापतिः गच्छति इति चेत् अत्र पतिः गच्छति, न तु सीता. अतः पतिः इति उत्तरपदस्य प्राधान्यम् अस्ति, तस्य एव अन्वयः अस्ति क्रियया सह. गच्छति इति पदेन सह सम्बन्धः अस्ति पति इति शब्दस्य. अतः सामान्यतया तत्पुरुषसमासे उत्तरपदस्य प्राधान्यम् इति वदामः. प्रायेण सर्वत्र इति वक्तुं न शक्नुमः, प्रायेण तथा अस्ति. अव्ययीभावसमासः इति द्वितीयः विधः. तत्र उदाहरणार्थम् उपकृष्णम् इति समस्तपदमस्ति, तस्य विग्रहवाक्यमस्ति कृष्णस्य समीपम्. उपकृष्णम् इति समस्तपदे अत्र अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् अस्ति. अनन्तरम् अत्र तृतीयविधः अस्ति द्वन्द्वसमासः. द्वन्द्वसमासः अत्र रामः लक्ष्मणः च गच्छतः इति वाक्ये समस्तपदं कुर्मः चेत् रामलक्ष्मणौ गच्छतः. अत्र द्वयोः पदयोः सम्बन्धः अस्ति क्रियया सह. रामः अपि गच्छति, लक्ष्मणः अपि गच्छति. अतः उभयपदार्थप्राधान्यम्. तदनन्तरं बहुव्रीहिसमासः. अत्र उदाहरणार्थं पीतम् अम्बरं यस्य सः, पीताम्बरः, पीताम्बरः विष्णुः गच्छति. तर्हि पीतं गच्छति वा अम्बरं गच्छति वा इति प्रश्ने कृते अत्र पीतमपि न गच्छति अम्बरमपि न गच्छति, परन्तु यः पीताम्बरं धरति सः एव गच्छति, विष्णुः गच्छति. अतः अत्र अन्यपदार्थस्य प्राधान्यम् इति सर्वं परिचयत्वेन वयं दृष्टवन्तः एव. इदानीं तत्पुरुषसमासस्य प्रभेदाः. तत्पुरुषसमासे उत्तरपदस्य प्राधान्यम् इति तु उक्तं, तत्र चत्वारः प्रभेदाः सन्ति. सामान्यतत्पुरुषसमासः, कर्मधारयसमासः, द्विगुः द्विगुसमासः, अनन्तरं नञ् प्रभृतयः. तत्र इदानीं सामान्यतत्पुरुषसमासः इति विषयः अस्ति. तत्र सप्तप्रभेदाः सन्ति. अत्र गते सप्ताहे किञ्चिदेव दृष्टवन्तः, इदानीं पुनः करपत्रात् एकवारं पठामः. अत्र पुस्तके गीताप्रवेशः इति पुस्तके 27-100 पृष्ठे प्राप्तं वा? अत्र कार्तिक् महोदय पठति वा अत्र? अनेन क्रमेण पूर्वपदे सप्त अपि विभक्तयः भवितुम् अर्हन्ति. अस्तु, अनेन क्रमेण पूर्वपदे सप्त अपि विभक्तयः भवितुम् अर्हन्ति. तदनुसृत्य तत्पुरुषसमासः सप्तविधः. स च यथा प्रथमा तत्पुरुषः समस्तपदम् अर्धदिनं विग्रहवाक्यम् अर्धं दिनस्य. द्वितीया तत्पुरुषः ग्रामगतः ग्रामं गतः. तृतीया तत्पुरुषः विद्यामान्यः विद्यया मान्यः. चतुर्थी तत्पुरुषः देशहितं देशाय हितम्. पञ्चमी तत्पुरुषः चोरभयं चोरात् भयम्. षष्ठी तत्पुरुषः देवालयः देवस्य आलयः. सप्तमी तत्पुरुषः दानशूरः दाने शूरः. समीचीनमिति सप्तप्रभेदाः सन्ति. इदानीं क्रमेण प्रत्येकं स्वीकृत्य पश्यामः किं किम् अस्ति इति पश्यामः. अस्तु, तर्हि अत्र प्रथम अत्र तत्पुरुषसमासे अत्र नामकरणं कथमस्ति महोदय? नामकरणमित्युक्ते अत्र प्रथमा तत्पुरुषसमासः इति नामकरणं किमर्थं तथा अस्ति? तत्र पूर्वपदस्य विभक्ति प्रथमविभक्त्याम् अस्ति, तस्य तस्याः लोपः जातः. समीचीनम्. अतः तत्र प्रथमा तत्पुरुषसमासः इति खलु? एवमेव द्वितीयपदे ग्रामम् इति द्वितीया विभक्त्याम् अस्ति, तत्र द्वितीया विभक्तेः लोपः ग्रामगतः इति, तदर्थं द्वितीया तत्पुरुषः. सत्यं सत्यम्. इत्युक्ते अत्र पूर्वपदस्य विभक्तिम् अनुसृत्य समासस्य नाम अत्र ग्रामं गतः यथा महोदयेन उक्तं, ग्रामं गतः, ग्रामम् इति द्वितीयविभक्तौ अस्ति, अतः द्वितीया तत्पुरुषसमासः. इत्युक्ते पूर्वपदं पूर्वपदस्य विभक्तिम् अनुसृत्य समासस्य नामकरणं भवति. अपि च उत्तरपदं सर्वदा एकवचने एव भवति, सामान्यनियमः. तदनन्तरं तत्र वाक्यस्तरे परिवर्तनं भवति. समीचीनम्. तर्हि अत्र अग्रे राजी भगिनी, अग्रे समासः ययोः कयोश्चित् सुबन्तयोः ततः आरभ्य पठतु. अस्तु. समासः ययो कयोश्चित् सुबन्तयोः न भवति, तर्हि कीदृशयोः उच्यते? प्रथमा तत्पुरुषः पूर्वशब्दः अर्धशब्दश्च अवयवविवाचकेन सुबन्तेन समासं प्राप्नोति. अवयविवाचकश्च एकवचनो भवेत्. पूर्वं कायस्य पूर्वकायः, अर्धं कायस्य अर्धकायः. इत्युक्ते प्रथमातत्पुरुषसमासः पूर्वशब्दः एव अवयविवाचकेन सुबन्तेन समासं प्राप्नोति. पूर्व पदं सा विभक्तिः अस्ति, तत् आधारीकृत्य एव समासः भवति. पूर्वं कायस्य पूर्वकायस्य, पूर्वम् इत्युक्ते अव्ययपदं वा? न, पूर्वं पूर्वम् इति नपुंसकलिङ्गे अस्ति पदं, नपुंसिङ्गपदम्. अतः पूर्वं कायस्य नपुंसिङ्गपदस्य विभक्तिः लोपः भवति, पूर्वकायः इति आगच्छति. एवमेव अर्धं कायस्य, अर्धमपि नपुंसकलिङ्गपदं, तस्य लोपः भूत्वा अर्धकायः इति समासः भवति. एकक्षणं भगिनि, सम्यक् एव. अत्र अत्र अवयवीवाचकेन सुबन्तेन समासं प्राप्नोति इति तस्य अर्थः कः? अवयवीवाचकम् अवयवीवाचक इत्युक्ते कायः सुबन्तपदम्, अर्धशब्दस्य अवयवीवाचकम् इत्युक्ते अहं चिन्तयामि प्रथमपदस्य अर्थं तत्र श्रावयति इति. एवं वा? कायः सुबन्तपदं, सुबन्तेन एव समासं प्राप्नोति इत्युक्ते पूर्वमपि सुबन्धपदं, कायः अपि सुबन्धपदं, परन्तु अव्ययवाचकेन इत्युक्ते अहं न ज्ञातुं शक्नोमि भगिनि. किञ्चित् वदामि. लक्ष्मी भगिनी वदतु. अहं किञ्चित् वदामि वा अवयविवाचकेन इत्यस्मिन् विषये? हा वदतु. अत्र अवयविवाचकः इति अत्र अर्धशब्दस्य कृते अस्ति, इत्युक्ते अत्र अवयविवाचकः इति प्रथमान्तं रूपम् अस्ति. अत्र अवयविवाचकः अपि समस्तपदम्. अत्र अवयविन् इति प्रातिपदिकमस्ति. यस्मिन् वा इत्यस्मिन् अर्थे मत् प्रत्ययमपि योजयामः, इनि प्रत्ययमपि योजयामः. अत्र इनि प्रत्ययान्तरूपं दत्तमस्ति. अवयवी यथा गुणीशब्दवत् अत्र वयं पूर्वमेव पठितवन्तः नकारं त्यक्त्वा प्रातिपदिकात् नकारं त्यक्त्वा अत्र विकृतरूपं स्वीकृत्य समस्तपदं निर्मामः. तदर्थमेव अत्र अवयवी वाचकः इति पदस्य तृतीयान्तं रूपं दत्तमस्ति. अपि च अवयवः इत्युक्ते अङ्गम्, अवयवी इत्युक्ते यस्मिन् अङ्गमस्ति अथवा अङ्गानि सन्ति, अंशाः सन्ति इत्यस्मिन् अर्थे अस्ति. इत्युक्ते अत्र यदि पूर्वपदम् उत्तरपदम् इत्युक्ते पदद्वयं समस्तपदे अस्ति चेत् पूर्वपदं पूर्वम् इति शब्दः वा अर्थः अर्धम् इति शब्दः वा अस्ति चेत् इत्युक्ते तथा अस्ति चेत् अवयविवाचकेन सुबन्तेन समासं प्राप्नोति. इत्युक्ते तस्मिन् समस्तपदे अङ्गानि अङ्गानि इव पूर्वम् इति पदं वा अथवा अथवा अर्धम् इति पदं वा भवति चेत् सा अवयवी सः अवयवी समस्तपदं तत्र प्रथमतत्पुरुषसमासः भवति. सम्यक्, बहु सम्यक् भगिनि, सम्यक्. स्पष्टमस्ति वा अत्र अवयविवाचकश्च एकवचनो भवेत् इत्युक्ते कायस्य इत्येव एकवचनः भवति किल उत्तरपदस्य? न, अर्धं का अर्धं कायस्य इति विग्रहवाक्यमस्ति. समस्तपदम् अर्धकायः, कायः इति अवयवी अस्ति, अवयवी अस्ति. अवयवी इत्युक्ते यस्मिन् अवयवाः सन्ति. कायः अत्र किञ्चित् क्रमेण वदामि, अत्र भगिनी सम्यक्तया उक्तवती, अत्र पुनः किञ्चित् वदामि. अत्र अवयवी अवयवी इत्युक्ते अत्र इणिप्रत्यान्तशब्दः अस्ति अवयवी, अस्य अस्मिन् वा इत्यस्मिन् अर्थे. अवयवी इत्युक्ते यस्मिन् अवयवाः सन्ति. इदानीं शरीरमस्ति, हस्तः शरीरस्य अङ्गम् अस्ति, हस्तः अवयवः अवयवः अस्ति, शरीरम् अवयवी अस्ति, हस्तः अङ्गमस्ति शरीरस्य. अतः हस्तशरीरयोः अवयव अवयवी सम्बन्धः अस्ति, हस्तशरीरयोः अवयव अवयवी सम्बन्धः अस्ति. अत्र किं दत्तमस्ति इति चेत् अत्र प्रथमतत्पुरुषसमासः कदा भवति इत्युक्ते अत्र पूर्वपदे कानिचन पदानि सन्ति चेत् कीदृशानि पदानि इति चेत् पूर्वपदे पूर्व, अपर, अदर, उत्तर, अर्ध, मध्ये एतानि पदानि, एतेषु अन्यतमः पदः पदम् अस्ति चेत् अन्यतमं पदम् अस्ति चेत् पूर्वपदे, अपि च उत्तरपदे षष्ट्यन्तं सुबन्तं पदं, षष्ट्यन्तं पदम् उत्तरपदे अस्ति चेत् तत्र प्रथमतत्पुरुषसमासः भवति. अपि च कीदृशसन्दर्भे भवति तद् प्रथमतत्पुरुषसमासः इति चेत् यत्र अवयव अवयवीभावः अस्ति. इदानीमत्र उदाहरणमस्ति पूर्वं कायस्य, अत्र कायः इत्युक्ते शरीरं, पूर्वं कायस्य इति विग्रहवाक्यस्य समस्तपदमस्ति पूर्वकायः. पूर्वकायः इति चेत् अत्र पूर्वम् इति नपुंसकलिङ्गे अस्ति, पूर्वं कायस्य इत्युक्ते कायस्य पूर्वभागः इति अर्थः. इत्युक्ते अत्र पूर्वभागः अपि अवयवः अस्ति शरीरस्य, शरीरम् अवयवी अस्ति, तर्हि तत्र अवयव अवयवी सम्बन्धः अस्ति. अतः तादृशसन्दर्भे प्रथमतत्पुरुषसमासः भवति. अतः पूर्वकायः इति उदाहरणम्. एवमेव अत्र राजीव भगिनी वदतु, अत्र अपरकायः इत्यस्य विग्रहवाक्यं किम्? अपरकायः, अपरं कायस्य, सत्यम्, अपरं कायस्य. अत्र तदेव अत्र विशिष्टः विशिष्टमस्ति प्रथमतत्पुरुषसमासे अत्र विग्रहवाक्ये उत्तरपदं षष्ट्यन्तं पदं, न तु पूर्वं काय, न तु पूर्वं काय इति तादृशं नास्ति. यत् अन्यत्र द्वितीयतत्पुरुषसमासे अथवा तृतीया, चतुर्थी, पञ्चमी, षष्टि, सप्तमी, तत्र सर्वत्र उत्तरपदं विग्रहवाक्ये षष्ट्यन्तपदं नास्ति, तत्र प्रथमविभक्तौ एव भवति. परन्तु अत्र वैशिष्ट्यम् अस्ति उत्तरपदं षष्ट्यन्तं पदम्. स्पष्टमस्ति वा भगिनि? सर्वदा तादृशमेव भवति वा सर्वदा तथा एव भवति. अग्रे अग्रिमपृष्ठे अपि इतोपि इतोपि दत्तमस्ति, अग्रे परिशीलयामः. अत्र अग्रे मेहुल् महोदय पठति वा? आं महोदय. पूर्व अपर अर्ध मध्यशब्दाः एकदेशवाचकाः कालवाचकेन शब्देन समासं प्राप्नुवन्ति. तत्र उदाहरणमस्ति, पूर्वम् अर्हः, पूर्वाह्णः, अह्नः. तत्र हकारस्य उच्चारणम् अनन्तरं भवति. पूर्वम् अह्नः, अह्नः, पूर्वाह्णः. अत्र पूर्व अपर अर्ध इति अपि च मध्य इति शब्दाः सन्ति चेत् ते सर्वे एकदेशवाचकाः इति वयं वक्तुं शक्नुमः. अपि च कालवाचकेन शब्देन तत्र समासं प्राप्नुवन्ति. अत्र पूर्वाह्णः इति उदाहरणे पूर्वम् इति शब्द उत्तरपदे अस्ति, अह्न अह्नः इति उत्तरपदमस्ति. अत्र कालवाचकशब्दः अस्ति अह्नः, अतः तत्तेव शब्देन समासं प्राप्नुवन्ति पूर्वाह्नः इति. अत्र अह्नः इति अत्र इत्यस्य अर्थः कः? अहं न जानामि महोदय. दिनम् इति अर्थः. मध्याह्नः इति वदामः चेत् अत्र मध्यदिने, दिनस्य मध्ये. सत्यं सत्यम्. अत्र अत्र किम् अस्ति इति चेत् एकदेशवाचकाः कालवाचकेन शब्देन समासं प्राप्नोति. एकदेशवाचकाः इत्युक्ते तादृशशब्दः यत्र अवयव अवयवीभावः भवति. अत्र एकदेशवाचकशब्दाः अत्र पूर्वम्, अपरम्, अर्ध, मध्य, एतानि पदानि एकदेशवाचकपदानि. यतोहि अत्र अस्मिन् सन्दर्भे अत्र मध्यम् अह्नः इति अस्ति चेत् मध्याह्नः इति समस्तपदमस्ति मध्याह्नः. अत्र मध्यम् इति वदनेन अह्नः इत्यस्य मध्यभागः इति दिनस्य मध्यभागः इत्यर्थः. तर्हि अत्र दिनम् अस्ति, दिने एकः अवयवः अस्ति मध्यभागः. अतः अत्रापि अवयव अवयवीभावः अस्ति, परन्तु अत्र उत्तरपदं कालवाचकः अस्ति, कालस्य सूचकः अस्ति. अत्र दिनम्, अह्नः, रात्रिः सर्वं कालवाचकपदानि. अतः अत्र कालवाचकशब्देन एकदेशवाचकशब्दस्य समासः भवति, शब्देन सह समासः भवति. तर्हि अत्र अह्नः इत्यस्य प्रातिपदिकं किम्? अहं चिन्तयामि अह्नम् इति. अन्य कोऽपि अह्नः अन्य कोऽपि अह्नः भगिनि. वस्तुतः अत्र प्रातिपदिकम् अस्ति अहन्. अहन् इति प्रातिपदिकं नकारान्तप्रातिपदिकम् अस्ति. अत्र नकारान्तप्रातिपदिकं तत्र समस्तपदे विशिष्टकार्यम् अत्र विशिष्टकार्यं भूत्वा अत्र नकार अत्र अह्नः इति विशिष्टसूत्रेण अत्र अह्नः इति रूपं निष्पन्नं भवति अह्नः. तर्हि तत्पुरुषसमासे यत्र कुत्रापि अहन् इति शब्दः अस्ति चेत् तस्य रूपम् अह्नः इति रूपं भवति अत्र कार्यं भूत्वा. एवम् अत्र रात्रिः इति कीदृशशब्दः? मतिः स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे स्त्रीलिङ्गपदम् अस्ति. तर्हि अत्र समस्तपदे अर्धरात्रः इति अस्ति. अत्र रात्रिशब्दस्य तत्पुरुषसमासे यत्र कुत्रापि उत्तरपदे रात्रिशब्दः अस्ति चेत् तत्र पुल्लिङ्गवत् रात्रः इति रूपम् आगच्छति. अत्र इकारस्य स्थाने ह्रस्वकारः भूत्वा पुल्लिङ्गे रात्रः इति रूपम्. अतः अत्र अर्धं रात्रेः अर्धरात्रः तत्तु राति इति न रात्रिः न प्रातिपदिकं रात्रि इति प्रातिपदिकम् इदानीम् अत्र परिवर्तितरूपम् अस्ति रात्र इति अकारान्तप्रातिपदिकं भवति रात्र भगिनि एतत् अत्र पुंवद्भावः नास्ति भगिनि विशिष्टसूत्रेण तथा भवति पुंवद्भावः नास्ति रात्रि इति यत्र विशिष्टप्रयोगः रात्रि श्रीलिङ्गपदं कथं पुल्लिङ्गं भवति तत्र रात्रः इति विशिष्टसूत्रं विशिष्टसूत्रमस्ति समासान्तप्रत्ययं योजयित्वा अत्र रात्रः इति शब्दः अस्ति बहूनि सूत्राणि सन्ति अतः अत्र इदानीम् अत्र अस्माकं परिचयः एव खलु अतः यत् अस्ति तद् वयं तथा एव स्वीकुर्मः अत्र सूत्राणि सन्ति रात्र इति प्रातिपदिकम् अस्ति वा पुल्लिङ्गप्रातिपदिकम् अस्ति वा रात्र समस्तपदस्य समस्तपदस्य प्रयोगे अस्ति अन्यत्र नास्ति अस्तु भगिनि धन्यवादः हा समस्तपदस्य प्रयोगे तथा अस्ति अन्यत्र नास्ति भगिनि एकः प्रश्नः रात्रिपदे विसर्गः किं भवति स्त्रीलिङ्गे भवेत् चेत् रात्रिः इति एव तत्र विसर्गः अस्ति पदे एव विसर्गः अस्ति अत्र अत्र किं कुर्मः इति चेत् रात्रि इति प्रातिपदिकम् अस्ति खलु रात्रि इति प्रातिपदिकात् तत्र इकारस्य स्थाने ह्रस्वाकारः कृत्वा रात्र इति पुल्लिङ्गे प्रातिपदिकं भवति पुल्लिङ्गे प्रातिपदिकं रात्र इति अस्ति प्रथमविभक्तौ एकवचने रात्रः अस्तु समीचीनम् अत्र अस्ति तत्तु पुल्लिङ्गे अस्ति रात्रि पुल्लिङ्गे अत्र रात्रः इति पुल्लिङ्गे अस्ति तत्र पृथक्तया रात्रः इति पदं पुल्लिङ्गे अस्ति वा इति प्रायः नास्ति इति चिन्तयामि रात्रः इति पदं नास्ति यतोहि तत्र रात्रि इति एव श्रीलिङ्गपदमस्ति पृथक्तया रात्रि इति एव उपयुक्तं कर्तुं शक्नुमः न सत्यं सत्यं सत्यं भगिनि अत्र अहम् एकवारं श्रुतवती अतः वदामि रात्रिः इति पदस्य अर्थः सर्वेभ्यः कार्येभ्यः अस्माकं कृते विरामं ददाति इति इत्यस्मिन् अर्थे एव रात्रिः इति पदस्य अर्थः अस्ति इति अहं श्रुतवती तत्र रात्रि तत्र वर्णयोः विभजनं कृत्वा चिन्तनं कुर्मः चेत् तत्र तादृशरीत्या निष्पन्नं भवति तत्पदम् इति समीचीनं भगिनि सम्यक् रात्रे सत्यं समीचीनमस्ति तर्हि अत्र किञ्चिदेव उदाहरणानि अत्र अभ्यासरूपेण किञ्चित् पश्यामः अत्र सरला भगिनि अपरं गृहस्य इति विग्रहवाक्यमस्ति चेत् समस्तपदं किं भवति भवति अपरग्रह अपरग्रह अपरम् इति गृह इति कीदृशपदं गृहगृहम् इति गृहस्य भवति अपरगृहस्य किम् उक्तवती अपरगृहस्य गृहस्य लिङ्गं गृहस्य लिङ्ग गृहस्य लिङ्गं षष्टिविभक्त्याम् अस्ति तस्य प्रथमा विभक्ति गृहपदस्य प्रातिपदिकं गृह भवति गृहम् अति नपुंसकलिङ्गम् अस्ति गृहं शब्द प्रातिपदिकं गृह अपरम् अस्ति नपुंसक एकवाचकशब्द अवयवी शब्दः अस्ति स तस्य अपर आगत्य अपरगृह गृहस्य प्रथमाविभक्त्यां गृह इति आगच्छति प्रथमाविभक्त्यां किम् आगच्छति उत्तरपदगृहः गृहः नास्ति नपुंसकलिङ्गे अस्ति खलु गृहम् आम् अतः अपरगृहम् अपरगृहम् अस्तु अहं चिन्तयामि सर्वे पुल्लिङ्गे आगत्य न न तत्पुरुषसमासे समस्तपदस्य लिङ्गं किं भवति इति चेत् उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव समस्तपदस्य लिङ्गम् अत्र उत्तरपदस्य लिङ्गं किम् उक्तवती उत्तरपदस्य लिङ्गम् अस्ति नपुंसकलिङ्गम् अतः समस्तपदस्य लिङ्गमपि नपुंसकलिङ्गे एव भवति, अपरगृहम्. अस्तु, समीचीनं. तर्हि अत्र पुष्पा भगिनी वदतु, अत्र उत्तरं शालायाः. उत्तर उत्तरशाला. समीचीनम्, उत्तरशाला इति समस्तपदमस्ति. सम्यक् सम्यक्. यतोहि शाला इति स्त्रीलिङ्गपदमस्ति, शालाया, शालायाः इति स्त्रीलिङ्गं, तथैव शाला अपि स्त्रीलिङ्गे अस्ति, उत्तरशाला. सत्यं, समीचीनं समीचीनम्. अत्र पद्मा भगिनी अत्र वदति वा, अत्र अधरं पर्वतस्य इति विग्रहवाक्यम्. अधरं पर्वतस्य, अधरपर्वतः. अधरपर्वतः, समीचीनं. पर्वतः पुल्लिङ्गः अस्ति इत्येन प्रथमाविभक्तौ विसर्गः भवति. अधरपर्वतः, तस्य अर्थः कः? अधरपर्वत, अधर अर्थं लिप्स्, ऐ डोण्ट् नो हौ टु से. न, इत्युक्ते अत्र अधरपर्वतः इत्युक्ते अधस्तन, अधस्तनभागः, अधोभागे, मध्ये नास्ति, अधोभागे. अधरपर्वक पर्वतः इत्युक्ते लोवर् पोर्शन् आफ् द मौण्टेन्. भगिनि, अत्र अहन् इत्यस्य अर्थं किं? दिनं, दिन, दिनं, दिनम् दिनम् इति अस्ति. अस्तु, तर्हि अग्रे अत्र राजेन्द्रमहोदय अग्रे पठति वा? अत्र प्रथमतत्पुरुषसमासः इति विषयः स्पष्टः वा? भगिनि, यद्यपि अत्र उत्तरपदस्य लिङ्गम् अनुसृत्य एव समस्तपदस्य लिङ्गं भवति, किन्तु अत्र अपवादत्वेन अर्धरात्रः, मध्यरात्रः अपि च अह्नः इति अपि. अह्नः इति पदं पुंलिङ्गपदमिति कृत्वा सम्पूर्णं समस्तपदं पुंलिङ्गे भवति, अभवत् तत्र. किन्तु अत्र रात्रिः इति पदं स्त्रीलिङ्गपदम् अस्ति चेदपि समस्तपदे अर्धरात्रः इति पुंलिङ्गपदम् इव अभवत्. कालवाचकेन भवति, कालवाचकेन भवति. तत्र प्रथमतत्पुरुषसमासस्य, तत्पुरुषसमासस्य प्रसङ्गे अत्र अह्नः अपि च रात्रि शब्दः अत्र पुल्लिङ्गे भवति, अकारान्तः भवति. धन्यवादः. पुल्लिङ्गे अस्ति न अहन् इति शब्दः, अत्र अहन् इति शब्दः पुल्लिङ्गे अस्ति वा? दृष्टवती वा? न दृष्टम्. अहन् इति प्रातिपदिकम् अस्ति. अहन्, अहन् इति प्रातिपदिकात् प्रायशः नपुंसकलिङ्गे अस्ति, नपुंसकलिङ्गे अस्ति अहन् इति शब्दः, परन्तु अत्र समस्तपदे पुल्लिङ्गे अस्ति अह्नः इति. अस्तु भगिनि, एकः प्रश्नः. अत्र प्रथम तत्पुरुषसमासः कदा भवति इत्युक्ते एकदेशवाचकः शब्दाः सन्ति अपि च अवयवी, अवयविवाचकः शब्दाः सन्ति चेत् अपि प्रथमतत्पुरुषसमासः भवति वा? अन्यत्र कुत्रापि न भवति वा? अन्यत्र कुत्रापि न भवति. अपि च पूर्वपदे अत्र पूर्वम्, अपर, अर्ध, मध्य, उत्तर एतानि पदानि भवेत्. एकदेशवाचकः, आम् आम्, एकदेशवाचकः अपि च अवयवी वाचिकः शब्दाः सन्ति चेत् अवयवी वाचकशब्दः अपि च कालवाचकशब्दः. आम् आम्, कालवाचकशब्दः. समीचीनम्, अस्तु, धन्यवादः. अस्तु, तर्हि राजेन्द्रमहोदय अग्रे द्वितीया तत्पुरुषसमासः अलवाचकशब्दः अत्र उत्तरपदमस्ति. कालवाचकशब्दः उत्तरपदे अस्ति, सत्यं, षष्ट्यन्तपदं. पूर्वपदं न भवति किल? पूर्वपदं न भवति, न, पूर्वपदं न भवति. यतोहि पूर्वपदं भवति चेत् अत्र दिनम् इति पूर्वपदं भवति चेत् अत्र अवयव अवयवी भावः न भवति खलु. यत्र कस्यचित् कस्यचित् भागस्य विषये वयं वदामः, अतः न भवति. अस्तु, तर्हि तर्हि भगिनि तत्र सर्वे शब्दाः वयं अर्थं ज्ञातुं चेत् अपि ज्ञातुं शक्नुमः तत्र प्रथमतत्पुरुषसमासः भवति वा न वा इति. शब्दस्य अर्थः ज्ञातव्यं भवति वा? सत्यम्, अर्धभागः इति इदानीम् अर्धं पदस्य अर्धं पादस्य इति अस्ति चेत् अर्धं पादस्य अर्धपादः इति समस्तपदम्, अर्धं भूमेः इति चेत् अर्धभूमिः. अत्र पूर्वाह्नः इत्युक्ते पूर्वाह्नः इत्युक्ते किं? दिनस्य पूर्वभागः? हा, दिनस्य अर्लियर् पार्ट् आफ् द डे. अस्तु अस्तु, ओके, धन्यवादः. अस्तु, राजेन्द्रमहोदय. अस्तु भगिनि, द्वितीया तत्पुरुषः द्वितीया विभक्तियन्तं पदं श्रित् अतीत् पतित् पतित् घत् प्राप्त् आपन् आपन् आपन् शब्दैः समासं प्राप्नोति. द्वितीया विभक्तियन्तं पदं तत् भगिनि किं तत् द्वितीयविभक्तियन्तं पदं श्रित् अतीत् पतित् गत् प्राप्त आपन् आपनशब्दैः समासं प्राप्नोति. तत् तानि पदानि एव द्वितीयतत्पुरुषसमासे भवन्ति वा? अप उत्तरपदं? सत्यं सत्यम्, उत्तरपदे एतानि पदानि एव, एतेषु पदेषु अन्यतमः अस्ति चेत् एव द्वितीयतत्पुरुषसमासः भवति. अस्तु अस्तु, यद्यपि अत्र शिष्टप्रयोगे अत्र साहित्ये अथवा काव्येषु अन्यानि उदाहरणानि अपि भवेयुः, परन्तु अत्र वयं तु तथा न कर्तुं शक्नुमः. तत्र तादृशप्रयोगः अस्ति चेत् तस्य प्रयोगं कर्तुं शक्नुमः वयं, परन्तु वयम् अन्यत् किमपि पदम् उत्तरपदे स्थापयित्वा द्वितीयतत्पुरुषसमासं करोमि इति तथा न कर्तुं शक्नुमः. अत्र उदाहरणार्थम् अन्नं भुक्तवान् इति अस्ति, अन्नं भुक्तवान् इति पदद्वयं स्वीकृत्य समासं कर्तुं न शक्नुमः, यतोहि अत्र उत्तरपदे उत्तरपदे श्रित अतीत पतित गत प्राप्त आपन्न एतेषु पदेषु अन्यतमः भवेत्. श्रित् पदस्य अर्थं किम् अस्ति भगिनि? श्रितः, श्रित इत्युक्ते आश्रयः. इदानीम् उदाहरणत्वेन तत् अस्ति कृष्णं श्रतः, कृष्णश्रतः, तत् कृष्णं तु द्वितीयविभक्ति अस्ति, द्वितीयविभक्त्याम् अस्ति कृष्णं श्रुतः उत्तरपदमस्ति, तत् समासं कृत्वा तत् कृष्णश्रुतः तत् समासं भवति, समासपदं भवति. कूपं पतितः, कूप पुनश्च तत् कूपं द्वितीयविभक्त्याम् अस्ति, पतितः उत्तरपदमस्ति, उत्तरपदमस्ति तत् कूप पतित् पतित. शालां प्राप्तः, शालां द्वितीयविभक्तिमस्ति, प्राप्तः प्राप्तः उत्तरपदमस्ति, शाला प्राप्तः तत्र समासपदं भवति. दुःखम् अतीतः, दुःखातीतः, अत्रापि दुःखं तु अन्नपुस्तकलिङ्गे तत् क्षम्यतां तत् द्वितीयविभक्त्याम् अस्ति, अतीतः अतीतः तु उत्तरपदमस्ति, दुःखातीतः तत् मकारः अपगच्छति तत्र दुःखातीतः तत् अत्र तु स्वर्णदीर्घसन्धिः अपि भवति मध्ये दुःखातीतः. ग्रामं गतः, अत्र ग्रामं द्वितीयविभक्त्याम् अस्ति, तत्र अपि च गतः गतः तत्र उत्तरपदम् अस्ति, ग्रामगतः गतः. संशयम् आपन्नः, संशयम् द्वितीयविभक्त्याम् अस्ति, आपन्नः उत्तरपदमस्ति, संशयापनः तत् संशयापनः तत् समस्तपदम् भवति. समीचीनं महोदय. इत्युक्ते अत्र द्वितीय तत्पुरुषसमासः कदा भवति इति चेत्, द्वितीयान्तं सुबन्तं पदं पूर्वपदम्, उत्तरपदे श्रित अतीत पतित गत प्राप्त अत्यस्त इति अपि पदमस्ति, अत्यस्त आपन्न एतैः शब्दैः समासः भवति. अत्र श्रुत इत्युक्ते आश्रयः, अतीतः इत्युक्ते अत्र इत्युक्ते अत्र भूतार्थे भूतार्थे, अपि च पतितः इत्युक्ते पतनं पतनक्रिया, गतः इति गमनं, प्राप्तः इति जानीमः एव, आपन्नः अपि प्राप्तः इत्यस्मिन् अर्थे, अत्यस्त इति पदम् इत्युक्ते तीर्णः इत्युक्ते क्रासिङ्ग् संथिङ्ग्, अत्यस्त इति पदं तीर्णः अवतीर्यति अवतीर्यते इति तादृशरूपम्. अत्र नास्ति न अत्यस्त, अत्यस्य अत्र नास्ति, परन्तु तत्पदमपि अस्ति सूत्रे, तत्पदमस्ति अत्यस्त इति उत्तरपदम् अत्र. हा अस्तु, षष्टमस्ति वा? अत्र द्वितीयतत्पुरुषसमासस्य कृते किमपि पाणिनेः सूत्रं स्यात्, तत् सूत्रं कक्षायाः अनन्तरं प्रेषयति वा? हा इदानीं वदामि. सूत्रसङ्ख्या अस्ति, अत्र सूत्रमस्ति द्वितीया श्रितातीतपतित गतात्यस्त प्राप्त अपन्नैः इति सूत्रमस्ति, द्वितीयाध्याये प्रथमपादे षड्विंशतितमं सूत्रम्. धन्यवादः भगिनि. अपि च अन्यः प्रश्नः अस्ति, अत्र पदानि द्वितीयाविभक्त्यन्तं तत्र पदानि सर्वाणि कृतान्तपदानि इव दृश्यते, अत्र पदानां निष्पन्नं पदानि कथं निष्पन्नानि इति इत्यस्मिन् विषये पृच्छामि. अत्र अन्यानि पदानि अहं जानामि, किन्तु श्रित तत्र कृतान्तरूपम् अस्ति, तत्र धातुः कः? अत्र अतीत इति वदामश्चेत् आ उपसर्गपूर्वकः इन् गतौ अतीत इति भवति, पत् धातोः रूपं पतित, गम् धातोः रूपं गत, प्र उपसर्गपूर्वकः आप् धातुः, अपि च कान्तरूपम् आप्त, अपि च आपन्न इत्युक्ते आ उपसर्गपूर्वकः पद् धातुः, अपि च कान्तरूपं, किन्तु श्रित धातुः श्री श्रीधातुतः त प्रत्ययः श्रुतः. तत्र अत्र कस्मिन् गणे अस्ति इति किञ्चित् वदति वा? कस्मिन् गणे? अस्तु अहम् अहं पश्यामि. अस्तु सम्यक्, धन्यवादः. श्री इति भुवादिगणे एव अस्ति, श्रयति श्रयते इति रूपं, श्रयकालस्य रूपं श्रयति. अस्तु, इत्युक्ते सेवायां श्रियसेवायाम् इति अस्ति. धन्यवादः भगिनि. अस्तु तर्हि अत्र संख्या पुनः वदति वा? द्वितीयपादे द्वितीय अध्याये प्रथमपादे षड्विंशति न चतुर्विंशति, क्षम्यतां, चतुर्विंशतितमं सूत्रम्. अस्तु अस्तु, सम्यक्तया किल न लिखितवती, अत्र चतुर्विंशतितमं सूत्रं. सूत्रं मनसि अस्ति अस्ति चेत् अत्र पदानि अपि मनसि भवन्ति, अत्र श्रित अतीत पतित गतात्यस्त प्राप्तापन्नैः इति एतानि पदानि. अस्तु, अत्र किञ्चिदेव अभ्यासं कुर्मः. अत्र कार्तिक् महोदय वदतु, अत्र रामश्रुतः समस्तपदं विग्रहवाक्यं किम्? रामं श्रुतः रामं श्रुतः सम्यक्, अपि च पितरं श्रुतः इति विग्रहवाक्यमस्ति चेत् पिता श्रुतः, पिता श्रुतः सम्यक्, समीचीनं महोदय. अत्र राजी भगिनी पितरं पितृ आगच्छति किम्? पितरं तस्य पातिपदेकं पितृ भवति न? पितृ, हा सत्यं, पितृयोगः श्रुतः, पितृयोगः श्रुतः किं भवति तत्र? क्षम्यतां, हा पितृयोगः श्रुतः, पितृश्रुतः, पितृश्रुतः, समीचीनं भगिनि. राजी भगिनी अत्र आश्रितः इति नास्ति, श्रुतः इति पदं, पितरं श्रुतः, पितृश्रुतः, पितृश्रुतः. राजी भगिनी अत्र राजानं श्रुतः, किं भवति? राजी भगिनी अस्ति वा भगिनि? न श्रूयते, भवती म्यूट् मध्ये अस्ति. राजी भगिनी? आम् अहं म्यूट् मध्ये आसं भगिनि, क्षम्यतां. राजन् राज्ञश्रितः, न राजानं श्रितः इति विग्रहवाक्यमस्ति अत्र. इदानीम् अत्र कीदृशसमासः? द्वितीया तत्पुरुषसमासः राजानं द्वितीया, प्रथमा राज, द्वितीया राज्ञ तत्पुरुषः किल, राजा तत्पुरुषः, ऐ थिङ्क् राजश्रितः. हा कथं भवति राजश्रितः? राजा प्रातिपदिकम् अकारान्त भवति, ह्यः एव वयं पठितवन्तः. उत्तरपदे खलु, उत्तरपदे यदि राजन् शब्दः अस्ति चेत् ह्रस्व अकारान्तः भवति, पूर्वपदे अस्ति चेत्? पूर्वपदे राजनकारस्य लोपः भवति, नकारस्य लोपः भूत्वा, राजश्रितः इति समस्तपदम् आगच्छति. हा समीचीनं, राजश्रितः इति समस्तपदं, सम्यक्. अपि च अत्र आत्मानं श्रुतः अस्ति चेत् आत्मश्रुतः, आत्मश्रुतः. हा समीचीनम्. अत्र अग्रे लक्ष्मी भगिनी भवती वदतु, अत्र भगवन्तं श्रुतः, भगवत् श्रितः, अत्र सन्धि करणीयः खलु, अत्र अन्यत् किमपि अस्ति वा, अन्यसन्धि कार्यम् अस्ति वा? शकारः उत्तरपदे अस्ति चेत् स्तोश्युः भवति, स्तुत्वं भवति, सत्यं श्रितः, भगवत् श्रितः भवति वा तत्र? भगवच्छ्रितः प्रथमचकारान्त द्वितीयवर्गः छ, भगवच्छ्रितः इति भवति. पुनः वदतु, भगवच्छ्रितः श्री छ तत्र भगवच्छ्रितः इति रूपं भवति. अत्र वस्तुतः भगवत् इति प्रातिपदिकम् अस्ति, जष्त्वं भूत्वा भगवद् इति भवति, तदनन्तरं तत्र छुत्वं भवति, स्तोहश्चुनाश्युः इत्यनेन तत्र जकारः आगच्छति, जकारः भगवज् श्रुतः. तदनन्तरं चर्त्वं करीच इति सूत्रेण चकारः आगच्छति, भगवच् श्रुतः श्रुतः. तदनन्तरं तत्र चत्वसन्धि षष्चोटि इति सूत्रेण शकारस्य छकारः, तर्हि भगवत् भगवच्छ्रितः इति रूपम्. मूर्धन्यश्रुतः मूर्धन्यश चकारः छ छ महाप्राणचकारः षष्ठोटिः कथं किं वदति षष्ठोटि वदतु अत्र राजी भगिनी वदतु चकारः चकारस्य स्थाने चकारः आगच्छति भगवष्टोः न कार्यं न करोति तस्य कार्यानन्तरं षष्ठोटि इति सूत्रेण तत्र करीच इति कार्यं कृत्वा तदनन्तरं षष्ठोटि इति सूत्रेण अत्र तालव्यशकारस्य मूर्धन्यशकारादेशः भवति तदेव पृष्टं मूर्धन्यशकारः न न मूर्धन्यशकारः नास्ति अत्र तालव्यशकारस्य स्थाने चकारः छत्रं चकारः छत्रं छात्रः छात्रः छत्रमपि छात्रः मूर्धन्यचकारः द्वितीयवर्ग महाप्राणचकारः आगच्छति सत्यम् अत्र लक्ष्मीभगिनी अत्र गुणिनं श्रुतः इति अस्ति चेत् गुणिनं श्रुतः गुणिश्रितः तत्र नकारं प्रातिपदिकात् नकारं त्यक्त्वा तत्र गुणि नकारान्तपदं तत्र गुणि इति स्वीकृत्य प्रातिपदिकरूपेण श्रित योजयामश्चेत् गुणिश्रित इति प्रातिपदिकं समीचीनं तर्हि भगिनी भवती एव अत्र प्रथमं तृतीयतत्पुरुषसमासः पठतु प्रथमभागः तृतीयतत्पुरुषः तृतीयाविभक्त्यन्तं पदं पूर्व सदृश सम ऊनार्थक कलह शब्दैः समस्यते मासेन पूर्वः मासपूर्वः पित्रासमः पितृसमः वाचाकलहः वाक्कलहः मात्रा सदृशः मातृसदृशः पादेन ऊनं पादोनम् अत्र यथा वयं द्वितीयतत्पुरुषसमासस्य विषये तत्र यदि कानिचन पदानि तत्र उपविशन्ति चेत् तत्र द्वितीयतत्पुरुषसमासः भवति तथा एव अत्रापि तृतीयतत्पुरुषसमासे कानिचन पदानि अत्र उक्तानि पदानि सन्ति चेत् तत्र तृतीयतत्पुरुषसमासः भवति तत्र पदानि कानि इत्युक्ते परपदं पूर्व सदृश पूर्वः सदृशः समः ऊनम् अपि च कलहः ईदृशानि पदानि परपदमस्ति चेत् तत्र तृतीयतत्पुरुषसमासः भवति अपि च पूर्वपदस्य विभक्तिः तृतीयाविभक्तिः भवेत् अत्र उदाहरणं स्वीकृत्य वदामश्चेत् अत्र मासपूर्वः समस्तपदमस्ति अत्र विग्रहवाक्यं मासेन पूर्वः इति दत्तमस्ति तादृशरूपेण अन्यानि उदाहरणानि अपि सन्ति पितृसमः इत्युक्ते पित्रासमः अत्र पित्रा इति तृतीयविभक्त्यन्तरूपम् अस्ति तृतीयाविभक्तेः लोपः अभवत् अत्र उत्तरपदार्थप्राधान्यमस्ति अपि च पूर्वपदस्य विभक्तेः लोपं कृत्वा समस्तपदं निर्मितमस्ति अपि च वाक्तार्थः एव सम्यक् सम्यक् भगिनि तर्हि अत्र पूर्वपदं तृतीयान्तं पदमस्ति उत्तरपदे सदृशार्थाः इत्युक्ते सदृशः इत्यस्मिन् अर्थे ये ये शब्दाः सन्ति ते सर्वे अस्मिन् अन्तर्भूताः इत्युक्ते तुल्यः समः सर्वम् अनन्तरम् ऊनार्थकः शब्दः कलहः इति शब्दः अपि च वस्तुतः सूत्रे तु निपुणः मिश्रः श्लक्ष्णः इति शब्दः अपि तस्मिन् अन्तर्भूतः परन्तु अत्र सामान्यतया परिचयत्वेन पूर्वसदृश सम तुल्य ऊनार्थकः कलह एते शब्दाः उत्तरपदे भवन्ति भगिनी ऊनार्थक तस्य अर्थं किं भवति ऊन अर्थः इत्युक्ते अत्र न्यूनं लेस् न्यूनं अस्तु न्यूनं धन्यवादः इति अत्र अत्र विंश अत्र नवदशः इति सामान्यतया वदामः नवदशः तत्र विंशति ऊन इत्यपि पादोन षड्वादन भगिनि पादोन षड्वादनं पादोन अष्टवादनं हा पादोन अष्टवादनं तत्तु तत्तु अस्ति अत्र अत्र एकोनविंशतिः इति वदामः खलु एकोनविंशतिः इत्युक्ते अत्र नवदशः इत्युक्ते एकोनविंशतिः इति तत्र सर्वत्र प्राचीनकाले एकोनविंशतिः एकोनत्रिंशत् इति तादृशप्रयोगः एव आसीत् इदानीमेव वयम् अत्र नवदशः अथवा तादृशप्रयोगः इदानीं कुर्मः परन्तु अत्र एकोनविंशतिः इत्युक्ते विंशति इत्यस्य इत्यस्मात् एकं न्यूनम् इति तस्मिन् अर्थे अस्ति भगिनी निपुण इति शक्त निपुण इति पदमपि आगच्छति तर्हि विद्यया निपुणः अपि वयं वक्तुं शक्नुमः वा विद्यया निपुणः इति वा विद्यया निपुणः विद्यया निपुणः विद्यानिपुणः तदपि तृतीयाविभक्ति तृतीया तत्पुरुषसमासे समासं भवति किल विद्यया निपुणः इति हा विद्यया निपुणः तस्य अर्थः कः पठित्वा पठित्वा सः निपुणः अभवत् इति वा विद्यया निपुणः विद्यायां सः निपुणः इति अर्थः भवति किल विद्यायां सः निपुणः इति चेत् तत्र सप्तमी तत्पुरुषसमासः एव भवति विद्यया निपुणः न तत्र सूत्रे निपुण इति पदमस्ति अतः अहं चिन्तितवती विद्यानिपुणः अपि आगमिष्यति वा न वा इति हा विद्यानिपुणः इति आगच्छति परन्तु तत् तस्य अर्थः विद्यायां निपुणः इति नास्ति विद्यया निपुणः इत्युक्ते विद्यया निपुणः इत्युक्ते सः यः पठित्वा पठित्वा निपुणः अभवत् आम् तस्मिन् अर्थे तस्य निपुणतायाः कारणमस्ति विद्या अस्तु तदपि आगन्तुं शक्नोति किल आगन्तुं शक्नोति परन्तु अस्माकं विवक्षा का इति दृष्ट्वा इदानीम् अस्माकं विवक्षा तथा अस्ति चेत् तर्हि अस्तु विद्यया निपुणः इति भवति परन्तु अत्र अस्माकं वाक्यस्तरे विवक्षा का इति दृष्ट्वा एव समस्तपदस्य निर्माणम् अथवा प्रयोगः खलु इदानीं विद्यया निपुणः इति भवति तथा वक्तुम् इच्छति चेत् तत्र अस्तु भवतु परन्तु तस्य अर्थः विद्यायां निपुणः इति नास्ति आम् तद् अहम् अवगच्छामि परन्तु सूत्रे निपुण इति पदं कथं वयं उपयोगं कुर्मः निपुणमिश्र इति पदस्य उपयोगं कर्तुं शक्नुमः परन्तु तादृशविवक्षा अस्ति चेत् वक्तुं शक्नुमः इदानीं भवती वक्तुमिच्छति यः पठित्वा पठित्वा निपुणः अभवत् इति वक्तुमिच्छति चेत् तत्र तथा वदतु चिन्ता नास्ति अस्तु परन्तु भवती वक्तुमिच्छति सः शास्त्रे निपुणः इत्युक्ते हि स्किल्ड् इन् द शास्त्र इत्यस्मिन् अर्थे वक्तुमिच्छति चेत् तत्र सप्तमी एव भवति भगिनी अत्र निपुणशब्दः सप्तमी तत्पुरुषसमाससूत्रे अस्ति किन्तु तृतीय तत्पुरुषसमासे अपि निपुणशब्दः अस्ति वा सत्यम् अस्ति किल सूत्रे अस्ति सूत्रे अस्ति पूर्वसदृशसमोनार्थकलह निपुणमिश्रश्लक्ष्णैः इति सूत्रे सूत्रे दत्तम् अस्ति भगिनि 2131 धन्यवादः अस्तु तर्हि अत्र अग्रे मेहुल् महोदय पठति वा आम् कर्तरि करणे च या तृतीया तदन्तं प्रायः कृदन्तेन समस्यते हरिणा त्रातः हरित्रातः व्यासेन विरचितं व्यासविरचितं नखैः भिन्नः नखभिन्नः कालिदासेन प्रणीतं कालिदासप्रणीतम् अत्र कर्तरि करणे च या तृतीया तदन्तं प्रायः कृदन्तेन समस्यते. अत्र ये ये समासे कर्तरि अपि च तृतीयाविभक्ति करणतृतीयविभक्तिपदम् अस्ति यत्र हरिणा अपि च नखैः अपि च व्यासेन अपि च कालिदासेन इति पदम् अस्ति, तत् कृदन्तेन समासं भवति. हरिणा त्रातः इति अस्ति चेत् तत्र हरिणा इति तृतीया विभक्त्या विभक्त्यान्तं पदम् अस्ति अपि च पूर्वपदम् अस्ति. तत्तु एव विभक्तिलोपानन्तरं हरित्रातः इति समस्तपदं भवति. अपि च नखैः भिन्नः, अत्र अपि नखैः इति तृतीयान्तं पदम् अस्ति, तृतीयान्तं पदम् अस्ति, तत्र नखभिन्नः इति विभक्तिलोपानन्तरं नखभिन्नः इति भवति. व्यासेन विरचितमपि व्यासविरचितं भवति, तत्र अपि तृतीया विभक्तिलोपानन्तरं व्यासविरचितं भवति. अपि च कालिदासेन प्रणीतम् इति अपि इत्यस्मिन् अपि उदाहरणे अपि कालिदासप्रणीतम् इति एवमेव भवति. अत्र कर्तरीकरणे च या तृतीया तदन्तः तदन्तं प्रायः, अत्र कर्तरीकरणे च या तृतीया इत्यस्य अर्थः कः? अहं चिन्तयामि यत् पदं तृतीयविभक्तं विभक्त्यन्तम् अस्ति तत्रापि यत् पदं यत् कर्तरि अस्ति कर्त्रार्थे अस्ति अपि च करण इति कर्त्रार्थे अस्ति इति अहं चिन्तयामि. अत्र वस्तुतः कर्तरि इत्युक्ते अत्र इत्युक्ते कर्ता कर्ता यः कर्ता यः क्रियां करोति सः कर्ता. एकक्षणं भगिनि, यः क्रियां करोति सः कर्ता. अत्र हरिणात्रातः इत्यस्मिन् वाक्ये हरिणात्रातः तत्र हरिः इति कर्ता अस्ति. यत्र कर्तृवाचकपदं पूर्वपदे अस्ति तत्रापि तृतीयतत्पुरुषसमासः भवति. इदानीम् अत्र वयं करपत्रे दृष्टवन्तः रामेण हतः इति अस्ति खलु, रामेण हतः रावणः. तर्हि रामेण हतः रामः इति अत्र कर्तृवाचकपदमस्ति. रामेण हननकार्यं कृतम् अतः तत्र सः कर्ता अस्ति. यत्र कर्तृवाचकपदं पूर्वपदे अस्ति तत्रापि तृतीयतत्पुरुषसमासः भवति. अपि च यत्र करणवाचकशब्दः इत्युक्ते करणम् इत्युक्ते साधनम्, अत्र क्रियायाः उपकरणम्, अत्र क्रियां साधयितुं यः करणम् अस्ति तादृशपदं यत्र पूर्वपदे अस्ति तत्रापि तृतीयतत्पुरुषसमासः भवति. अत्र उदाहरणार्थम् अत्र बाणेन हतः बाणहतः इत्युक्ते अत्र मारणक्रियायाः करणमस्ति बाणः. अतः यत्र करणवाचकशब्दः अस्ति पूर्वपदे तत्रापि तृतीयतत्पुरुषसमासः भवति. परन्तु अत्र अन्यविषयः अपि अस्ति, अत्र उत्तरपदं कृदन्तेन समस्यते इति दत्तमस्ति. तर्हि सर्वत्र तृतीयान्तपदं कृदन्तेन समस्यते वा इति चेत् तत्र नास्ति. इदानीं दण्डेन ताडितवान् इति विग्रहवाक्यम् अस्ति चेत् तत्र दण्डताडितवान् इति समस्तपदं न भवति. ताडितवान् इति तव तु रूपम् अस्ति, कृदन्तपदमेव अस्ति, तथापि तत्र समस्तपदं न भवति. तर्हि अत्र कृदन्तं पदम् इत्युक्ते सामान्यतया तान्तरूपमेव. भगिनी दण्ड ताडितः वक्तुं शक्नुमः? दण्डेन ताडितः इति वक्तुं शक्नुमः, दण्डताडितः. भगिनी नखभिन्नः इति पदे भिन्नः कृदन्तपदं वा? सत्यं, तान्तरूपं भिद् इति धातुतः भिन्नः, छिद् इति धातुतः छिन्नः, किद् इति धातुतः खिन्नः इति तादृशरूपम्. भगिनी तथा एव अत्र प्रणीतम् इति पदमपि कृतान्तरूपं, किन्तु प्रावुपसर्गपूर्वकः तत्र धातुः कः? प्रणीतधातुः, मी धातुः, नयति. ओ नयति, नी धातुः. तर्हि अत्र हरिणात्रातः इति कर्तृवाचकपदमस्ति, व्यासेन विरचितम् व्यासेन विरचितं महाभारतम् इति व्यासः एव कर्ता, तत्रापि कर्तृवाचकं. कालिदासेन प्रणीतम् अपि कालिदासः कर्तृवाचकपदमस्ति. नखैः भिन्नः, तत्र नखः एव करणं, करणवाचकपदमस्ति. तर्हि अत्र वस्तुतः अत्र नियमत्रयम् अस्ति. यत्र तृतीयतत्पुरुषसमासः भवति इति चेत् अत्र तृतीयान्तं पदं पूर्वपदे अस्ति, अपि च उत्तरपदे पूर्वसदृशसम उनात् कलह एतानि पदानि, अपि च यत्र कर्तृवाचकपदम् अथवा करणवाचकपदं पूर्वपदे अस्ति, उत्तरपदे तान्तरूपं तप्रत्यान्तरूपम् अस्ति चेत् तत्र तृतीयतत्पुरुषसमासः भवति. अपि च अत्र अन्यः विषयः अपि अस्ति, अत्र तृतीयान्तं हेतुवाचकपदम् इत्युक्ते यत्र कारणम् अस्ति, कारणमस्ति, तदनन्तरं तत्र सुबन्तं पदम्, उत्तरपदं सुबन्तं पदम्. अत्र उदाहरणार्थं तत्र मदेन अन्धः इत्युक्ते मदेन अन्धः, मदमेव कारणमस्ति, अन्धस्य कारणमस्ति मदं, तर्हि मदान्धः इति समस्तपदं भवति. अथवा अत्र विद्यया मान्यः इति अस्ति, विद्यया मान्यः इति प्रसिद्ध उदाहरणमस्ति, तर्हि विद्यामान्यः इति अत्र विद्या एव कारणमस्ति, गौरवस्य कारणं विद्या, अतः विद्यामान्यः इति. अत्र त्रयः नियमाः सन्ति, कर्तृवाचकं करणवाचकं तान्तरूपेण सह, अपि च हेतुवाचकं यत्र कारणमस्ति सुबन्तेन सह द्वितीयनियमः, अपि च तृतीयान्तं पदं पूर्वपदे उत्तरपदे पूर्वसदृशसम इत्यादयः, तत्र तृतीयतत्पुरुषसमासः भवति. स्पष्टं किम्? किम् अत्र सरला भगिनी वदतु. विद्यामान् विद्यामाने तस्य पूर्वं किं पदं भवति उक्तवती? मदान्धः, मदान्धः, मदेन अन्धः, मदम् इत्युक्ते तत्र किमस्ति? मदः, मदं, मदं वा मतं वा? मतं नास्ति, मद दकारः, मदम् इत्युक्ते तत्र प्रैड्. मतम् इत्युक्ते ओके, अस्तु. He's like blind with arrogance, तादृशार्थः. तत्र कारणमस्ति. भवत्याः प्रश्नः किम् आसीत् भगिनि, राजी भगिनि? मम प्रश्नः अन्ते किञ्चित् किञ्चित् क्लेशः अस्ति. अहं चिन्तितवती आगामि सप्ताहे वयं पुनः कुर्मः इति. तद् किं पुनः कुर्मः? वाट् एवर् यु सेड् द लास्ट् लास्ट् वर्ड् लास्ट् वन् विच् वन् लास्ट् वर्ड् भवती अन्ते उक्तवती किल तत्. अत्र अत्र पुस्तके यत्किमपि अत्र पुस्तके नियमद्वयम् अस्ति, तत्तु स्पष्टमस्ति खलु? आम् स्पष्टमस्ति. अहं किम् उक्तवती इति चेत् यत्र कारणम् इति पदं पूर्वपदे अस्ति, यत्र कारणमस्ति, किमपि कार्यस्य कारणमस्ति, तादृशपदं पूर्वपदे अस्ति, अपि च उत्तरपदे यत्किमपि सुबन्तं पदम् उत्तरपदे कर्ता न उत्तरपदे उत्तरपदे यत्किमपि पदं भवतु तत्र समस्तपदं भवति. अत्र विद्यया मान्यः इति अस्ति चेत् तत्र विद्या एव मान्यः इत्युक्ते गौरवं खलु, तत्र गौरवस्य कारणमस्ति विद्या, विद्या, अतः तत्र विद्या इति कारणमस्ति इति कृत्वा तत्रापि तृतीयतत्पुरुषसमासः भवति इति तावदेव उक्तवती. अत्र पुस्तके नियमद्वयम् अस्ति, तत्र तु द्वितीयः नियमः अस्ति. कर्तरि करणं दत्तं पुस्तके, भवती उक्तवती कारणमपि भवितुम् अर्हति तृतीयः. सत्यं, तदेव. अस्तु भगिनि. अस्तु, पुष्पभगिनी किमपि उक्तवती खलु? भगिनि लक्ष्णैः कत अर्थं किम् अस्ति तद् इत्युक्ते? श्लक्ष्णः इति इदानीं न दृष्टवती महोदय. श्लक्ष्णः अत्र लक्ष्मी भगिनी जानाति वा लक्ष्णः? न भगिनि, दृष्ट्वा वदामि महोदय. अस्तु अस्तु भगिनि, धन्यवादः. साफ्ट् इति दत्तमस्ति भगिनि. किं साफ्ट्? स्मूत्, साफ्ट्. हा अस्तु अस्तु. श्लिष्य इति धातुतः श्लक्ष्णम् इति. अस्तु समीचीनम्. श्लिष्य मूर्धने शकारान्तधातुः श्लिष्. किञ्चित् अभ्यासं कुर्मः, अत्र प्रायः स्पष्टः भवति. अस्तु अत्र सरला भगिनी भवती वदतु. अत्र मात्रा सदृशी इति विग्रहवाक्यमस्ति चेत् भवति मातृसदृश, पुनः मातृसदृशी भवति. मातृसदृशी सदृशी इति अत्र मातृसदृशी पुत्री इति. अत्र सदृशी सदृश इति पदम् अत्र विशेषणमस्ति. अतः तत्र विशेष्यस्य लिङ्गवचनं विभक्तिम् अनुसृत्य सदृशी इत्यस्य लिङ्गं वचनं विभक्तिः भवति. अस्तु अत्र एकेन ऊना इति अस्ति चेत् ऊनं भवति. एकम् इति नपुंसकलिङ्गं, सो तस्या विभक्त्यां प्रातिपदकम् एकं भवति. ऊनं तस्य ऊनम् आगच्छति. एकोनम् सन्धिं कृत्वा सन्धि कृत्वा एकोनम् कीदृशसन्धिः? गुणसन्धिः भवति. हा गुणसन्धिः भूत्वा एकोन इति सम्यक्. अस्तु अत्र रज्ज्वाबद्धः इति अस्ति चेत् रज्ज्वा इति प्रातिपदकं रज्जु भवति उकारान्तस्त्रीलिङ्ग. बद्वा रै बद्धः बद्धः. सो रज्जु रज्जु बद्ध इति आगच्छति. रज्जुबद्धः चोरः रज्जुबद्धः चोरः रज्जुबद्धः. इदानीं भगिनी बद्ध इति पुल्लिङ्गशब्दः भवति रै रज्जु इति रज्जोबद्धः न भवति. रज्जुबद्धः एव अत्र सन्धिः नास्ति खलु. रज्जु इति विसर्ग नास्ति. रज्जु स्त्रीलिङ्ग उकारान्त शब्दः अस्ति. सत्यम्. अत्र अत्र पश्यतु भगिनि, अत्र अत्र करपत्रे वयं पठितवन्तः खलु, यत्र उत्तरपदे तान्तरूपम् अस्ति चेत् विशेषणं भवति इति पठितवन्तः खलु. अतः अत्र सर्वत्र तान्तरूपम् अस्ति चेत् विशेषणं भवति. तर्हि अत्र तस्य लिङ्गं वचनं विभक्तिः विशेष्यम् आश्रित्य भवति. तर्हि अत्र विशेष्यं किम् इति प्रथमतया ज्ञातव्यं. स्त्रीलिङ्ग अस्ति न रज्जुबद्धः इति समस्तपदं विशेषणं भवति. अत्र चोरः इति विशेष्यम् इति स्वीकरोति चेत् वाक्ये किम् अस्ति पुनः वदतु. उत्तरपद्यस्य विभक्ति समस्तपदस्य विभक्ति उत्तरपदम् आगच्छति. तत्र वाक्यमनुसारं वाक्यस्य सन्दर्भ अनुसारम् आगच्छति. सत्यम्. अत्र अहं रज्ज्वाबद्धः इति पुल्लिङ्गे उक्तवती, अतः रज्जुबद्धः इति अस्ति. परन्तु बद्धः इति पुल्लिङ्गे किमर्थम् अस्ति इति चेत् तत्र विशेष्यम् आश्रित्य अस्ति. तत्र अन्य किमपि विशेष्यम् अस्ति. अस्तु रज्जुबद्धः चोरि इति आगच्छति किल. चोरि चोरः चोरि चोरः चोरि इति रूपम् अस्ति वा न जानामि भगिनि. चोरः इति अस्ति. श्रीलिङ्गपदं चोरि इति अस्ति वा पदमस्ति वा? अहं न दृष्टवती. चोरि इति हिन्दीभाषायाम् अस्ति. हिन्दीभाषायाम् अस्ति अत्र संस्कृतभाषायां चोरि इति प्रायः नास्ति. स्त्रीलिङ्ग इति चेत् चोरिका चोरिका, चोरिका इति आगच्छति चेत् रज्जुबद्धा चोरिका किल? सत्यं, रज्जुबद्धा चोरिका. अस्तु अस्तु, समीचीनं. तर्हि अग्रे अत्र अत्र भगिनी अत्र चोरी अपि दृश्यते. चोरी अपि अस्ति वा? हा, अत्र स्पोकन् संस्कृत चोरी अपि फिमेल् इति दत्तम् इति अस्ति वा? अहो, अहं चिन्तितवती हिन्दीभाषायामेव अस्ति, अत्र संस्कृतभाषायामपि अस्ति. संस्कृते अपि लोक लौकिक अर्थम् आगच्छति इदानीं. समीचीनम् अस्तु. यदि यदि भवन्तः इच्छन्ति चेत् अत्र तत्र गृहपाठरूपेण कानिचन पदानि अपि विग्रहवाक्यानि अथवा समस्तपदानि दातुं शक्नोमि. अस्तु, प्रेषतु. अस्तु, गृहपाठरूपेण किञ्चित् अभ्यासं कुर्वन्तु. अस्तु, इदानीम् अग्रे अग्रे सरेम. अत्र पुष्पा भगिनी अत्र वदतु, शतेन ऊनः इति अस्ति चेत्. शतेन ऊनः, शत शत तु हण्ड्रेड् ऐ मीन् शत. शतेन ऊनः, हा हा, अस्तु अस्तु. शतोनः, शतोनः, सम्यक्, शतोनः. अनन्तरं दण्डेन प्रहर्ता, प्रहृता. दण्डेन प्रहृता, दण्डेन दण्डेन दण्डप्रहृता. हा, दण्डप्रहृता, समीचीनं, सम्यक् अस्तु. अत्र पद्मा भगिनी, राज्ञा तुल्यः, राजतुल्यः, राजतुल्यः, सम्यक्. यशसा निर्मला, यशो निर्मला, यशो निर्मला, बहु सम्यक्. कथम् आगतम्? यशसा अत्र अत्र विभक्तिलोपं भवति, यश निर्मला अत्र गुणसन्धि भवति. प्रातिपदिकं किम् अत्र? यशस्, सकारान्तपदमस्ति, सकारान्तप्रातिपदिकम् अस्ति. यशस् योगः निर्मला, तत्र किं भवति? अत्र अत्र विभक्तिलोपं भवति खलु? सत्यं, विभक्तिलोपानन्तरं यशस् इति प्रातिपदिकं. यशः सकारान्तपदं, यशः, यशः निर्मला, यशो निर्मला, अस्तु न? कथं भवति यशो निर्मला? तत्तु विसर्ग, विसर्गसन्धिः अस्ति. विसर्गसन्धिः, उत्वं भवति गुणसन्धि, गुणसन्धिः अपि भवति. प्रथमतया तत्र यशस् इति प्रातिपदिकम् अस्ति, तत्र सकारस्य ऋत्वं भवति, तत्र रु इति आगच्छति, रु इत्यस्य स्थाने उत्वम्, उत्वं भूत्वा यशयोगः ऊ योगः निर्मला, तत्र गुणसन्धिः भूत्वा यशो निर्मला. तत्र उः न आगच्छति, ऊ एव, न उः नास्ति, ऊ एव. यतोहि प्रातिपदिकमेव स्वीकुर्मः खलु, विभक्तिलोपानन्तरं यशस् इति प्रातिपदिकम् अस्ति, तत्र विसर्गसन्धिं कृत्वा अनन्तरं गुणसन्धिः अपि भवति, सर्वं कृत्वा यशो निर्मला इति. तत्र अनुस्वरसन्धि भवितुमर्हति वा? यशो निर्मला इति आगन्तुं शक्नोति वा? यशो यशो निर्मला इति रूपं, तदनन्तरं किं कर्तुमिच्छति? अनुस्वाररूप अनुस्वारसन्धि भूत्वा यशो निर्मला नकारः मध्ये आगन्तुं शक्नोति वा? यशो न, अनुनासिकसन्धिः अत्र अनुनासिकसन्धेः निमित्तमस्ति वा? अहं तत् पदं श्रुतवती यशो निर्मला इति, अतः अहं पृच्छामि. यशो निर्मला इति एव भवति, अत्र अनुनासिकसन्धेः अवसरः नास्ति. कुत्रचित् अहं श्रुतवती पठितवती यशो निर्मला इति, अतः अहं पृच्छामि नकारः तत्र आगन्तुं शक्नोति वा? अत्र न आगच्छति, अत्र प्रायः भिन्नः पदं भिन्नं पदम् अस्ति, अत्र यशो निर्मला इति एव, तदनन्तरम् अनुनासिकसन्देहे अवसरः नास्ति. अस्तु अस्तु, तर्हि अग्रे अत्र चतुर्थी तत्पुरुषसमासः इति पठामः. अत्र राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. चतुर्थी तत्पुरुषः, चतुर्थी विभक्त्यन्तं पदम् अर्थबलिः शब्दैः, अर्थशब्देन यदा समासः भवति तदा विग्रहवाक्ये अर्थशब्दो न प्रयुज्यते. तत् चतुर्विभक्त्यन्तं पदम् अर्थ बलि हित् त्रीणि पदानि तत् तेन शब्देन तत् पदं भवति यत् अर्थशब्देन यदा समासः भवति तत् विग्रहवाक्ये अर्थशब्दः न प्रयुज्यते. तस्मै इदम् इदं तस्मै इदं तदर्थं दम्बाय इदं दम्बार्थं, मह्यम् इदं मदर्थम्, अवहासाय इदम् अवहासार्थं, भूतेभ्यो बलिः भूतबलिः, जनेभ्यो हितं जनहितम्. अत्र किञ्चित् इदम् आगच्छति तत्र उत्तरपदं तत् अर्थं विग्रहवाक्ये तत् अर्थं भवति तत् समस्तपदे. एवं वा भगिनि? सत्यं सत्यं, तदर्थं तस्मै इदं तदर्थं. तत्तु अस्मिन् उदाहरणे तस्मै तत् तत् शब्दः अस्ति प्रातिपदिकं, तत् तत् तद् तकार तत् सन्धि भूत्वा तत् तद् भवति तदर्थं भवति. इदं पदस्य स्थाने तत् अर्थम् अर्थशब्दम् आगच्छति तदर्थं, इदं तदर्थं तस्मै चतुर्थी विभक्त्याम् अस्ति तत्र प्रातिपदिकं तत् इदं तदर्थं भवति. दम्भाय इदं तत् अत्रापि चतुर्थी विभक्त्याम् अस्ति दम्ब दम्बाय इदं दम्बार्थम् अत्र तथैव अत्रापि भवति. मह्यम् इदं मत् अत्र मह्यं तु चतुर्थी विभक्त्याम् अस्ति तत्र प्रातिपदिकं मदर्थं तत्र सन्धि भूत्वा तत् मदर्थं भवति. अवहासाय इदं अवहासाय इत्युक्ते भगिनि किम्? अवहास्यार्थं भगिनि, धन्यवादः. अवहासाय इदम् अवहासार्थं, भूतेभ्यो बलिः अत्र तु चतुर्थी विभक्त्याम् अस्ति बहुवचनरूपम् अस्ति भगिनि. बलिः भूतबलिः, जनेभ्यो हितं जनहितं हितं तत् प्रातिपदिकम् आगच्छति जनहितं तत् समीचीनं सम्यक् महोदय. मदर्थम् इति वदनेन ईगो है न मदर्थं इत्युक्ते अत्र चतुर्थी तत्पुरुषसमासः कदा भवति इति चेत् अत्र पूर्वपदे चतुर्थ्यन्तं पदम् अस्ति, चतुर्थी विभक्त्यन्तं पदम् अस्ति, उत्तरपदे अत्र बलि हित सुख रक्षित अर्थ एतानि पदानि भवन्ति. इत्युक्ते बलीहित सुख रक्षित अर्थ इत्युक्ते पञ्चपदानि. अत्र सुख रक्षित इति न दत्तं, परन्तु सुख रक्षित इत्यपि पदानि उत्तरपदानि. तस्मिन् सन्दर्भे चतुर्थी तत्पुरुषसमासः भवति. इदानीम् अत्र केवलं बलीहित सुख रक्षित इति स्वीकृत्य उदाहरणानि पश्यामः चेत् अत्र भूतेभ्यः बलिः इति बलिः इति उत्तरपदे अस्ति. भूतेभ्यः बलिः चतुर्थ्यन्तं पदं बलि इति शब्देन समासः. अनन्तरं जनेभ्यः हितम्, अत्र हितम् इति उत्तरपदे अस्ति, तत्रापि चतुर्थी तत्पुरुषसमासः भवति. अनन्तरम् अत्र शिशवे रक्षितं, शिशुरक्षितम् इति समस्तपदं भवति. शिशवे रक्षितम् इत्युक्ते अत्र गृहे किमपि पाकं किमपि कुर्मः चेत् अत्र शिशवार्थे तत्र पृथक्तया स्थापयामः खलु, अतः शिशवे रक्षितं, शिशुरक्षितम्. एवमेव गवे रक्षितं, गोरक्षितम्. भगिनि, उत्तरपदे इदम् इति पदम् आगच्छति तर्हि अर्थम् इति उपयोगं करणीयं वा? इदमिति पदमात्रं सत्यं सत्यं, तत्र इदम् इत्यस्य अर्थम् इत्यस्य विषये इदानीमेव वदामि. अत्र प्रथमतया बलीहितसुख रक्षित इति उदाहरणानि पश्यामः. अत्र बलि इत्यस्य उदाहरणं पुस्तके एव अस्ति, हितमपि पुस्तके अस्ति. रक्षित इत्यस्य कृते इदानीम् उक्तवती, शिशवे रक्षितं, शिशुरक्षितम्. अनन्तरं सुखम् इति अस्ति चेत् स्वजनेभ्यः सुखं, स्वजनसुखम् इति तादृश, इत्युक्ते अत्र उत्तरपदे सुखम् अस्ति चेत् तत्र चतुर्थी तत्पुरुषसमासः भवति सामान्यतया. तदनन्तरम् अर्थशब्दः, यत्र अर्थशब्दः अस्ति चतुर्थ्यन्तं सुबन्तं पदम् अर्थशब्देन सह समासः भवति. इत्युक्ते अत्र उदाहरणार्थं छात्रार्थम् छात्रार्थं पुस्तकम् अस्ति चेत् छात्रार्थं पुस्तकं, तर्हि अत्र विग्रहवाक्यं भवति छात्राय इदं, छात्राय इदं पुस्तकम्, इदं पुस्तकं छात्राय. तत्र इदम् इति पदं पुस्तकम् इत्यस्य विशेषणमस्ति, तर्हि तत्र तस्मिन् सन्दर्भे छात्राय इदं पुस्तकम् इति सन्दर्भे छात्रार्थं, तर्हि अत्र समस्तपदे अर्थशब्दः योजयामः यत्र चतुर्थी तत्पुरुषसमासः अस्ति. छात्रार्थं पुस्तकं, छात्रार्थम् अर्थम् इति उत्तरपदस्य लिङ्गं वचनं विभक्तिः अत्र विशेष्यम् आश्रित्य भवति. अत्र मम उदाहरणे पुस्तकम् इति विशेष्यम् अस्ति, अतः पुस्तकम् इति नपुंसकलिङ्गे अस्ति, अतः अर्थशब्दस्य लिङ्गं नपुंसकलिङ्गे भवति, छात्रार्थं पुस्तकम् इति. एवमेव अत्र मह्यम् इदं पुस्तकम् अत्र करपत्र अत्र पुस्तके अस्ति, मह्यम् इदम् इति इति विग्रहवाक्यं, मह्यम् इदं, मदर्थम् इति दत्तमस्ति. अत्र इदानीं पूर्णतया सम्पूर्णतया पश्यामः चेत् मह्यम् इदं पुस्तकम् इत्यस्मिन् सन्दर्भे पुस्तकमेव विशेष्यमस्ति, इदम् इति तस्य विशेषणम् अस्ति, अतः मदर्थम् इति अस्ति. अत्र अत्र समस्तपदद्वयस्य प्रातिपदिकं स्वीकृत्य वदामः चेत् अत्र सरलाभगिनी वदतु कथं भवति. कुत्र भगिनि? मह्यम् इदं, मह्यम् इदं वाक्ये मदर्थं, कथं भवति मदर्थं कथं भवति? मह्यम् इति अहं शब्द अस्मत् शब्दस्य चतुर्थी विभक्त्यां प्रथमा विभक्तिः अस्ति, तस्य मत् पञ्चमी विभक्त्याम् आनीय इदं तस्य अर्थं समस्तपदे आगच्छति. सो मदर् तद् मत् अर्थ तस्य जलाञ्जशन्ति इति सूत्रेण दकार आगच्छति, मदर्थम् इति भवति. सम्यक् सम्यक्. अस्माकम् इदम् इति अस्ति चेत् अस्माकम् इदं भवति अस्मत् अस्मात् अस्मत् अर्थम् अस्मादर्थं भवति न अस्मदिति प्रातिपदिकम् अर्थम् अस्मदर्थम् अस्मदर्थं भगिनि अस्मदर्थं तस्य सन्धि भवति न अस्मादर्थं न अस्मद् इति प्रातिपदिकम् अस्ति दकार अकारः हलन्त् अस्ति आमाम् अस्मदर्थं दकारः दकारः दकारः भूत्वा योजनम् अस्मदर्थं अस्मदर्थं एतत् वाक्यं वयं वक्तुं शक्नुमः वा? मदर्थं एतत् पुस्तकम् आनयतु इति. मदर्थमिदं पुस्तकं पुनः कथम् इदम् अस्ति हा? मदर्थं पुस्तकम् आनयतु. मदर्थं पुस्तकम् आनयतु. महोदय प्रश्नः आसीत् वा महोदय? अहम् एकम् एक शब्दः श्रुतवन्तः त्वदर्थं. तत्तु अपि त्वत् इदम् इति भवति वा? त्वक् इति वा? आं त्वदर्थं. तुभ्यं त्वदर्थम् इति तव इति अस्य युष्मदिति प्रातिपदिकं. तत्र त्वत् इति पञ्चमे अन्तरूपं. त्वत् योगः अर्थः त्वदर्थः. त्वदर्थं सत्यम्. अस्तु, त्वत् योगः इदम् अनन्तरं त्वत् योगः अर्थम् इति, अतः त्वदर्थमिति भवति वा? सत्यम्. अस्तु, परन्तु तत्र त्वत् इति तत्र अत्र विग्रहवाक्यं किं भवति? त्वदर्थम् इति समस्तपदं विग्रहवाक्यं. विग्रहवाक्यं त्वत् त्वत् इदं न चतुर्थी तत्पुरुषसमासः खलु? चतुर्थी अन्तपदं तुभ्यं. तुभ्यं सत्यं. तुभ्यम् इदम् आम्. तुभ्यमिदं त्वदर्थं. त्वत् इदं त्वदर्थम् आम्. सम्यक्, धन्यवादः. तस्य अर्थः किं भवति? तुभ्यम् इदम् अथवा त्वदर्थम्? मदर्थम् इत्यस्य अर्थः इत्युक्ते मम कृते इदं पुस्तकम् इति तादृश अर्थः. एवमेव अत्र तव कृते. तव कृते तादृश अर्थः. धन्यवादः. अस्तु, तर्हि अत्र स्थगयामः. अत्र स्थगयामः. अत्र प्रश्नः अस्ति वा? धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः. धन्यवादः.